पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 17 शेष उवाच शत्रुघ्नश्च वनस्याध दृष्ट्वा चिन्त्यं तपोबलं प्रशशंस तपोब्राह्मं सर्वलोकैकवन्दितम् अहो पश्यत योगस्य सिद्धिं ब्राह्मणसत्तमे ह्यक्षणादेव दुष्प्रापं तद्विमानमचीकरद क्व भोगसिद्धिर्महदि मुनीनाममलात्मनां क्व तपोबलहीनानां भोगेच्छा मनुजात्मनाम् इति स्वगत मा शंसञ्चत्रुघ्नश्च्यवनाश्रमे क्षणं स्थित्वा जलं पीत्वा सुखसम्भोगमाप्तवान् हयस्तस्याः पयोष्ण्याख्या नद्या पुण्यजलात्मनः पयः पीत्वा ययौ मार्गे वायुवेगगतिर्महान् योद्धास्तन्निर्गमं दृष्ट्वा पृष्ठतोऽनु ययुः सदा हस्तिभिः पत्तिभिः केचिद्रथैः केचन वाजिभिः शत्रुघ्नो मात्यवर्येण सुमत्याख्येन संयुधः पृष्ठतोऽनु जगामाशु रथेन हयशोभिना गच्छन्वाजीपुरं प्राप्तो विमलाख्यस्य भूपतेः रत्नातडाख्यं जजनैर्हृष्टपुष्टैः समाकुलं स सेवकादुपश्रुत्य रघुनाथ हयोत्तमं पुरोऽन्तिके हि सम्प्राप्तं सर्वयोधसमन्वितं तदा गजानां सप्तत्या चन्द्रवर्णसमानया अश्वानामयुतैः सार्धं रथानां काञ्चनत्विषां सहस्रेण च संयुक्तशत्रुघ्नं प्रतिजग्मिवान् शत्रुघ्नं स नमस्कृत्य सर्वान् प्राप्तान् महारथान् वासुकोशं धनं सर्वं राज्यं तस्मै निवेद्य च किं करोमीति राजातं जगाद पुरतस्थितः राजापितं स्वीय पदे प्रणम्रं दोभ्यां दृढं सम्परिषस्वजे महान् जगामसाकं तनये स्वराज्यं निक्षिप्य सर्वं बहुधन्विभिर्वृतः रामचन्द्राभिधां श्रुत्वा सर्वश्रुतिमनोहरां सर्वे प्रणम्य तं वाहं ददुर्वसुमहाधनं राजानं पूजयित्वादु शत्रुघ्नपरया मुदा सेनया सहितो गच्छद्वाजिनः पृष्ठतस्तदा एवं स गच्छंस्तन्मार्गे पर्वताग्र्यं ददर्शः स्फाटिकैः कानकैरौप्यैराजितं प्रस्तराजिभिः जलनिर्झरसंह्रादं नानाधातुकभूतलम् गैरिकादिकसद्धातु लाक्षारङ्गविराजितं यत्र सिद्धाङ्गनासिद्धैः संक्रीडं त्यकुदोभयाः गन्धर्वाप्सरसो नागा यत्र क्रीडन्ति लीलया गङ्गातरङ्गसंस्पर्श शीतवायुनिषेवितं वीणारणद्धं स शुकक्वणसुन्दरशोभितम् पर्वतं वीक्ष्य शत्रुघ्न उवाच सुमतिं द्विधं त तद्दर्शनसमुद्भूत विस्मयाविष्टमानसः कोऽयं महागिरिवरो विस्मापयति मे मनः महारचतः सत्प्रस्थो मार्गे राजति मेऽद्भुतः अत्र किं देवतावासो देवानां क्रीडनस्थलं यदेतन्मनसः क्षोभं करोति श्रीसमुच्चयैः इति वाक्यं समाकर्ण्य जगादसुमतिस्तदा वक्ष्यमाणगुणागार रामचन्द्रपदाब्जधीः नीलोऽयं पर्वतो राजन्पुरदो भादिभूमिप मनोहरैर्महाशृङ्गैः स्फाटिकाग्रैः समन्ततः येनं पश्यन्ति नो पापाः परदाररता नराः विष्णो गुणगणान्ये वै न मन्यन्ते नराधमाः श्रुतिस्मृतिसमुद्धं ये धर्मं सद्भिः सुसाधितं न मन्यन्ते स्वबुद्धिस्त हेतुवादविचारणाः नीली विक्रयकर्तारो लाक्षाविक्रयकारकाः यो ब्राह्मणो कृदादीनि विक्रीणादि सुरापकः कन्यां रूपेण सम्पन्नां न दद्यात् कुलशीलिने विक्रीणादिद्रव्यलोभात् पिता पापेन मोहितः पत्नीं दूषयते यस्तु कुलशीलवदीं नरः स्वयमेवात्ति मधुरं बन्धुभ्यो न ददाति यः भोजने ब्राह्मणार्थे च पाकभेदं करोति यः कृसरं पायसं वापि नार्थिनं दापयेत्कुधीः अदिधीनवमन्यन्ते सूर्यतापादिता पितान् अन्तरिक्षभुजो ये च विश्वासखादकाः न पश्यन्ति महाराजरघुनाथ पराङ्मुखाः असौ पुण्यो गिरिवरपुरुषोत्तमशोभिदः पवित्र यदि सर्वान्नो दर्शनेन मनोहरः अत्र तिष्ठति देवानां मुकुडैरर्चिताङ्घ्रिकः पुण्यवद्भिर्दर्शनार्हपुण्यदः पुरुषोत्तमः श्रुतयो नेदि नेदिदिब्रुवाणान विदन्दीयं यत्पादरज इन्द्रादिदेवैर्मृग्यं सुदुर्लभम् वेदान्तादिभिरन्यूनैर्वाक्यैर्विदन्ति यम्बुधाः सोऽत्र श्रीमान्नीलशैले वसदे पुरुषोत्तमः आरुह्य तं नमस्कृत्य सम्पूज्य सुकृदादिना नैवेद्यं भक्षयित्वा वैभूप भूयाच्च दुर्भुजः अत्राप्युदा हरन्तीममितिहासं पुरातनं तं शृणुष्व महाराज सर्वाश्चर्यसमन्वितं रत्नग्रीवस्य नृपतेर्यद्वृत्तं स कुटुम्बिनः चतुर्भुजादिकं प्राप्तं देवदानवदुर्लभम् आसीत् काञ्ची महाराज पुरीलोकेषु विश्रुता महाजनपरिवारसमृद्धबलवाहना यस्यां वसन्ति विप्राघ्र्या षट्कर्मनिरदाभृशं सर्वभूतहिते युक्ता रामभक्तिषु लालसाः क्षत्रिया रणकर्तारसङ्ग्रामे प्यपलायिनः परतारपरद्रव्यपरद्रोहपराङ्मुखाः वैश्या कुसीदकृष्यादिवाणिज्यशुभवृत्तयः कुर्वन्ति रघुनाथस्य पदाम्भोजे रतिं सदा शूद्राब्राह्मणसेवाभिर्गतरात्रिदिनान्तराः कुर्वन्ति कथनं रामरामेदि रसनाग्रदः प्राकृता केऽपि नो पापं कुर्वन्ति मनसात्र वै दानं दया दमः सत्यं तत्र तिष्ठन्ति नित्यशः वद तेन पराबाधं वाक्यं कोऽपि नरो नखः न पारक्ये धने लोभं कुर्वन्ति न हि पादकम् एवं प्रजामहाराज रत्नग्रीवेण पाल्यते षष्ठांशं तत्र गृह्णादि नान्यं लोभविवर्जितः एवं पालयमानस्य प्रजाधर्मेण भूपतेः गतानि बहुवर्षाणि सर्वभोगविलासिनः विशालाक्षी महाराज एकदा ह्यूजिवानिदम् पतिव्रतां धर्मपत्नीं पतिव्रतपरायणां पुत्रा जाता विशालाक्षिप्रजारक्षा धुरन्धराः परिवारो महान्मह्यं वर्तते विगतज्वरः हस्तिनो मम शैलाभा वाजिनः पवनोपमाः रथाश्च सुखयैर्युक्ता वर्तन्ते मम नित्यशः महाविष्णुप्रसादेन किञ्चिन्न्यूनं ममास्ति न एवं मनोरथस्त्वेकस्तिष्ठते मानसे मम परं तीर्थं मया नाद्य कृतं परमशोभने गर्भवासविरामाय क्षमं गोविन्दशोभितं वृद्धो जातोऽस्म्यहं तावद्वलीपलितदेहवान् करिष्यामि मनोहारि तीर्थसेवनमादृदः यो नरो जन्मपर्यन्तं स्वोदरस्य प्रपूरकः न करोति हरे पूजां सनरो गोवृषस्मृतः तस्मात् गच्छामि भो भद्रे तीर्थयात्रां प्रतिप्रिये सकुटुम्बसुदैन्यस्य धुरं राज्यस्य निर्भृताम् इति व्यवस्य सन्ध्यायां हरिं ध्यायन्निशान्तरे अद्राक्षीस्वप्नमप्येकं ब्राह्मणं तापसंवरं प्रादरुद्धाय राजासौ कृत्वा सन्ध्यादिकाक्रियाः सभां मन्त्रिजनैः सार्धं सुखमासेदिवान् महान् तावद्विप्रं ददर्शाथ तापसं कृशदेहिनं जडावल्कलकौपीनधारिणं दण्डपाणिनम् अनेकतीर्थसेवाभिकृतपुण्यकलेवरम् राजा तं वीक्ष्य शिरसा प्रणनाम महाभुजः अर्घ्य पाद्यादिकं चक्रे प्रहृष्टात्मा महीपतिः सुखोपविष्टं विश्रान्तं पप्रच्छ विदितं द्विजं स्वामिं त्वद्दर्शनान्मेद्य गदं देहस्य पादकं महान्धकृपणान् पादुं यान्ति तद्गेहमादराद तस्मात् कथय भो विप्र वृद्धस्य मम सम्प्रति को देवो गर्भनाशाय किं तीर्थं चक्षमं भवेद यूयं सर्वगदा श्रेष्ठा समाधिध्यानतत्पराः सर्वतीर्थावगाहेन कृतपुण्यात्मनो मलाः यथावच्छृण्वदे मह्यं श्रद्धधानाय विस्तराद कथयस्वप्रसादेन सर्वतीर्थविचक्षण ब्राह्मण उवाच शृणु राजेन्द्र वक्ष्यामि यत्पृष्ठं तीर्थसेवनम् कस्य देवस्य कृपया गर्भनिर्वारणं भवेद् सेव्य श्रीरामचन्द्रोऽसौ संसारज्वरनाशकः पूज्य स एव भगवान् पुरुषोत्तमसंज्ञकः नानापुर्यो मया दृष्टा सर्वपापक्षयङ्कराः अयोध्या सरयूस्तापि तथा द्वारं हरेः परम् अवन्ति विमला काञ्ची रेवा सागरगामिनी गोकर्णं हाडकाख्यं च हत्याकोडिविनाशनं मल्लिकाख्यो महाशैलो मोक्षदः पश्यतां नृणां यत्राङ्गेषु नृणां तोयं श्यामं वा निर्मलं भवेद पातकस्यापहारीदं मया दृष्टं तु तीर्थकं मया द्वारवती दृष्टा सुरासुरनिषेविता गोमदी यत्र वहति साक्षात् ब्रह्मजला शुभा यत्र स्वापो लयप्रोक्तो मृदिर्मोक्ष इति श्रुतिः यस्यां संवसतां नृणां न कलिप्रभवेत् क्वचिद् चक्राङ्गा यत्र पाषाणामानवा अपि चक्रिणः पशवक्रीडपक्ष्याद्या सर्वे चक्रशरीरिणः त्रिविक्रमो वसेद्यस्यां सर्वलोकैकपालकः सा पुरीदु महापुण्यैर्मया दृग्गोचरीकृता कुरुक्षेत्रं मया दृष्टं सर्वहत्यापनोदनं स्यमन्दपञ्चकं यत्र महापादकनाशनम् वाराणसीमया दृष्टा विश्वनाथकृतालया यत्रोपदिशदे मन्त्रं तारकं ब्रह्मसंज्ञितं यस्यामृदा कीडपतङ्गभृङ्गाः पश्वादयो वा सुरयो नयो वा स्वकर्मसम्भोग सुखं विहाय गच्छन्ति कैलासमतीददुःखाः मणिकर्णिर्यत्र तीर्थं यस्यामुत्तरवाहिनी करोति संसृतेर्बन्धच्छेदं पापकृतामपि कपर्धिनकुण्डलिनः सर्पभूषाधरावराः गज चर्मपरीधाना वसन्ति गददुःखकाः कालभैरवनामात्र करोति यमशासनं न करोति नृणां वार्तां यमो दण्डधरप्रभुः यदादृशी मया दृष्टा काशी विश्वेश्वराङ्गिदा अनेकान्यपि तीर्थानि मया दृष्टानि भूमिव परमेकं महच्चित्रं यद्दृष्टं नीलपर्वते पुरुषोत्तमसान्निध्ये तन्न क्वाप्यक्षिगोचरम् इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे ब्राह्मणसमागमो नाम सप्तदशोऽध्यायः ॐ